नमस्ते सर्वेभ्य, समासचिन्तनवर्गे सर्वेषां स्वागतम्। प्रथमं तत्पुरुषसमाससूत्राणि पठित्वा पुनरावर्तनं जायमानम् इति, तत्र गोमती भगिनी पठति वा सूत्राणि? या ऐ एम् वेरि हेपि टु रीड्, यस् ऐ विल् रीड्। तत्पुरुषः दिगुश्च द्वितीयाश्रितातीतपतितगत्यस्तप्राप्तावन्नैः स्वयमुक्तेन खट्वाक्षेपे सामि कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः कर्तृकरणे कृता बहुलं कृत्तेरधिकार्थवचने अन्येन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी तदर्थार्थबहिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढमुक्तपतितापत्रस्तैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणिक्तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वगन्धैश्च क्षेणक्षेपे कृत्यैर्ऋणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजगत्पुराणनवकेवलासमानाधिकरणेन दिक्संख्ये संज्ञायां धत्तिदातोत्तरपदसमाहारे च सङ्ख्यापूर्वो दिगुः कुत्सितानि कुत्सलैः पापालके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्याप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वापरप्रथमचरमजघन्यस्समानमध्यमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नञ्जिविशिष्टनान्य सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं कतरकतमौजादिपरिप्रश्ने किं क्षेपे पूटा युवतिस्तोककतिपयकृष्टिधेनुवशावेहद वष्कयणीप्रवृत्तृश्रोत्रियाध्यापकधूर्तैः जातिः प्रशंसावचनेनैश्च प्रचनावचनेश्च युवा खलति पलितवलिनजरदीभिः कृत्यतुल्याख्या अजात्या वर्णो वर्णेन कुमारश्रमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यंसादयश्च द्वितीयसमासे द्वितीयपादः मयूरव्यंसाकदयश्च सम्यक् वा मयूरव्यंसा तत्र सदा मयूरवंसका वंसाक मयूरव्यंसाकादयश्च साकारं नास्ति महोदय ककारस्य आकारदीर्घं भवति मयूरव्यं स कादयश्च मयूरव्यं आदयश्च मयूरव्यं स कादयश्च द्वितीयाध्याये द्वितीयपादः पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे अर्थं नपुंसकं द्वितीय तृतीय चतुर्थतुर्याण्यन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालापरिमाणिना नैन्य ईषदकृता षष्ठी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थः सदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च तुजकाभ्यां कर्तरि च नित्यं क्रीडाजीविकयोः कुगतिप्रादयः अमैवाव्ययेन तृतीया प्रभृति नन्यतरस्यां त्वा च अग्रे तत्पुरुषसमासान्तमपि पठामि वा? पठतु पठतु भगिनि. एकनिमिषं महोदय, ऐ एम् कम्फर्टबल् वित् मै बुक्. ओके, तत्पुरुषसमासान्तसूत्राणि. तत्पुरुषस्याङ्गुलेः सङ्ख्याव्ययादेः अहः सर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः अह्नोन्ह एतेभ्यः न सङ्ख्यादे समाहारे उत्तमैकाभ्यां च राजाः राजाः सख्यभ्यष्टच राजाः सख्यभ्यष्टच घोरतद्धितलुकि अग्राख्यायां रस अख्याया अग्राख्यायामुरसः अनुष्माय स्मरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अतेः शुनः उपमानादप्राणिषु उत्तरमृगपूर्वाश्च सक्स्तनः नावोद्विगोः अर्धाच्च कार्याः प्राच्यां द्वितृभ्यामञ्जलेः अनसन्तान्नपुंसकाच्छन्दसि. धन्यवादः महोदय. सूत्रद्वयमपि अस्ति कुमाद् ब्रह्मणो जानपदाख्यायां कुमहद्भ्यामन्यतरस्यां क्षमितम्. तावत् तावत्. धन्यवादः भगिनि. धन्यवादः. तृतीया तत्पुरुषसमासस्य पुनरावर्तनं तदारभ्य पूर्वसदृशसमोनार्थकलहनिपुण मिश्रश्लक्ष्णैः इति सूत्रस्य तत्र तृतीया सुप् पूर्वसदृशसम ऊनार्थकलह पुनमिश्रश्लक्ष्णैः सुब्भि सह विभाषा तत्पुरुषसमासः. इत् एवं गतवर्गे अवलोकनम् अभवत् तस्य. कृत्करणे कृता बहुलं तदपि पठितं वा उमा भगिनि? श्रूयते वा? आम् आं महोदय, कृतं कृतं तदेव. करणार्थे तृतीया इति न कृतम् इति मन्ये. नखैर्निर्भिन्नः तत्र एकं विशिष्टसूत्रमस्ति. नखैर्निर्भिन्नः तत्र निर् इति उपसर्गयोजनेन अपि कृतम् तत्र कृत्यैरधिकार्थवचने इति आरभ्य अधुना परिशीलयामः. गोमती भगिनी पठितम् अति गीताञ्जलि भगिनी पठतु कृत्यैरधिकार्थवचने इति सूत्रस्य विवरणम्. कृत्यैरधिकार्थवचने कर्तृकरणयोः या तृतीया तदन्तं सुबन्तं कृत्यैः सह समस्यते अधिकार्थवचने गम्यमाने विभाषा तत्पुरुषश्च समासो भवति. अस्मिन् सूत्रे कृत्यप्रत्ययाः उक्ताः. तत्र दत्तं कृत्यैरधिकार्थवचने इति सूत्रस्य विषयः अस्ति. कर्तृकरणयोः इत्युक्ते कर्तृ यः कर्तृ अस्ति अपि च करण अस्ति ते तृतीया सुबन्तेन सः समस्यते न भगिनि, कर्तृ सुबन्धं तृतीयान्तं भवेत्, करणसुबन्धम् अपि तृतीयान्तं भवेत्, तयोः कृत्यप्रत्ययेन योजनेन तृतीयतत्पुरुषसमासः भवति. कर्तृकरणयोः इति तृतीयान्तस्य तृतीयान्तसुबन्धस्य विशेषणमस्ति. इत्युक्ते ते अपि तृतीया भवन्ति न महोदय? अत्र अनुवृत्तिसहितसूत्रं पठति चेत् अवगतं भवति. अस्तु, क्षम्यतां महोदय. अस्तु, कर्तृकरणे तृतीया सुप् कृत्यैः सुभिः सह अधिकार्थवचने बहुलं तत्पुरुषः समासः. प्रथमं कर्तृकरणे तृतीया सुप् सुप् एकं भागं तत् किं वदति? तत् इत्युक्ते कर्तृ अपि करण तृतीया सुबन्तं पदं चेत् स्वीकृत्य कृत्यै सुपि सह कृत् प्रत्यय कृत् नास्ति कृत्य कृत्य सुबन्तेन सह. तत्र कृत्यसुबन्धेन इति न वक्तव्यं, कृत्यान्तं सुबन्धम् इति वक्तव्यम्. कृत्यान्तं सुबन्तं सुबन्तेन सह कृत् प्रत्ययेन समासं न कर्तुं शक्यते. तत्तु कृतन्तप्रत्यया अस्ति. समासे तु सुबन्धं सुबन्धेन सह समस्यते न इति कृत्ये सुब्भिः इति विशेषणविशेषरूपेण पश्यति चेत् कृत्यन्तसुबन्धेन सह कृत्यन्तसुबन्धेन सह तदनन्तरम् अधिकार्थवचने बहुलं पुरुषसमासः इति पूर्वमपि दृष्टम्. हा, बहुलं तु वयं पठितवन्तः. अधिकार्थवचने इत्यस्य अर्थं किम् इति पश्यति अत्र पश्यतु. अर्थात् इति अपि पठतु. अर्थात् तव्य तव्यत् अनियत् ण्यत् यत् क्यप् केलिमर् इति आहत्य सप्तकृत्यप्रत्ययाः सन्ति. एते प्रत्ययाः कर्मार्थे अथवा भावचनं श्रुतेः विषये अथवा निन्दायाः किमपि आरोपितम् अधिकं वदनम् अधिकार्थवचनम् इत्युच्यते. अस्तु, अत्र कृत्यप्रत्ययाः ते के? ते सप्तप्रत्ययाः. ते तव्य तव्यत् अनियर् ण्यत् यत् क्यप् केलिमर् भागद्वय दलद्वयं भवितुम् अर्हन्ति. ते कर्मार्थे भवितुमर्हन्ति अपि च भावार्थे भवितुमर्हन्ति. तत्र अर्थः अधिकार्थवचनम् इत्युक्ते स्तुतेः विषये अथवा इत्युक्ते प्रधान अर्थः निन्दायाः विषये अपि किमपि आरोपितम् अधिकवदनम् अपि च इति ईदृश अर्थ विवक्षा चेत् वयम् इति सूत्रेण योजयाम समास रचनीयम् इति. तव्यत् तव्यत् तनीयर् न्यत् यत् क्यप् चेलिमर् इति सप्त प्रत्ययाः मिलित्वा कृत्यप्रत्ययः इति संज्ञा भवति. कृत्य इति पृथक् प्रत्ययः नास्ति, किन्तु कृत्यप्रत्ययाः इति दीर्घ इति बहुवचनं किं सूचयति इति चेत् तव्यत् तव्यत् अनियर् ण्यत् यत् क्यप् केलिमर् एते मिलित्वा कृत्यप्रत्ययाः भवन्ति. तस्मिन् विशेषता किमस्ति चेत् एते प्रत्ययाः केवलं कर्मणि भावे एव तयोः उपयोज प्रसक्तिः अस्ति, कर्तरिप्रयोगे एते प्रत्ययाः न भवन्ति इति विशिष्टम् अस्ति. कर्मणि भावे यदि यत्र कर्मणि भावे भवति तत्र कर्मविशेषम् अथवा भावविशेषं रूपं सिद्ध्यति एतानां प्रत्ययानां योजनेन इति कृत्वा कर्मस्य विशेषणरूपेण अधिकार्थवचनं भवति. यदि कर्मस्य विशेषणरूपेण तयोः उपयोगं भवति चेत् इति कृत्वा अधिकार्थवचने इत्युक्ते अधिकवदनम् इति एव अस्य प्रसक्ति. काशिकारस्य मतेन कृत्यप्रत्यये केवलं यत् ण्यत् इति प्रत्ययोः एवं ग्रहणं न तु तव्यत्तादीनाम् इति कृत्वा यत् ण्यत् यत् प्रत्ययः अजन्तानाम् अजन्तधातूनां कृते योजयति, ण्यत् प्रत्ययः ऋ एवं हलन्तधातूनां कृते योजितं भवति इति कृत्वा अजन्तहलन्त यकार यत्र कृत्र श्रूयते यत् ण्यत् तयोः कृत्प्रत्ययानाम् एव तस्य प्रत्ययान्तं भवति. कृत्ये ण्यत् ण्यत् ण्यत्यो ग्रहणं कर्तव्यम् इति काशिकारस्य मतमस्ति. अतः काकै पातव्या इत्यादिषु समासः न भवति. तत्र पातव्या इति तव्यत् अस्ति, पेया इति अस्ति चेत् समासं कर्तुं शक्यते, किन्तु पातव्या इति अस्ति चेत् समासं न कर्तुं शक्यते इति सूत्रस्य विचक्षणमस्ति. उदाहरणं वदतु भगिनि, त्रीणि उदाहरणानि दत्तमस्ति, तदपि वदतु. वातेन छेद्यं तृणं, वातछेद्यं वातेन छेद्यं, वायुना तृणम् उच्छिद्यते. वातेन छेत्तुं योग्यं तृणम् मिथ्यर्थः. अस्तु, हा इत्युक्ते तृणम् अस्ति किन्तु वातेन छेत् इत्युक्ते इति कोमल अस्ति वा किमपि किम् इति बलम् अति कोमलमस्ति न्यूनमस्ति, तत् वायुना अपि उच्छिद्यं कर्तुं शक्यते इति युवोलजि अधिकवचनम्. अस्तु, वस्तुतस्तु नास्ति तृणं वायुना गम्यमाने, इट् मूव्स् लेफ्ट् एण्ड् रैट् but if it is an x what you call exaggeration, even a wind can break it, a grass, if that example is being used, tatra you have to understand that this one is used as a exaggeration, adhigavachanam. Exaggeration is the right word for adhigavachanam. Namaste mahodaya, dhanyavada bhagini. नमस्ते, वदतु भगिनि. केवलत्वेन स्तुति, दुर्बलत्वेन निन्द. कोमलत्वेन स्तुतिः, दुर्बलत्वेन निन्दा च. इदमुभ्यं समासेन यत्र गम्यते तत्रैवायं समासः इति विशेषः. अस्तु, समासः तु चेत् तस्य वचने यदि कोमलत्वं सूचयति चेत् स्तुतिः भवति, यदि निन्दा यद् दुर्बलत्वं सूचयति, विवक्षा किम् अस्ति इति कृत्वा स्तुतिः अपि भवितुम् अर्हति, निन्दा अपि भवितुम् अर्हति. किन्तु केवलं वादछेद्यम् इति पदं दृष्ट्वा न वक्तुं शक्यते. सम्पूर्णवाक्यं श्रूयते चेदेव निन्दा भवति वा स्तुतिः भवति इति अवगम्यते. तत्र स्तुतिः भवति चेदपि निन्दा भवति चेदपि वादछेद्यम् इति वादेन छेद्यम् अस्ति विग्रहरूपे, तत्र समासं कर्तुं शक्यते इति विशेषः. तत्र महोदय किं प्रत्यय अस्ति? छेद्यं छेद्यं छेद् इति ण्यत् प्रत्ययः अस्ति. छेद् छिद् धातुः अस्तु. हलन्तम् ऋकारान्तं ऋकारान्तम् अथवा हलन्तम् अस्ति चेत् ण्यत् भवति. अन्य अजन्तम् अस्ति चेत् अन्यः अजन्तम् अस्ति चेत् तत्र यत् प्रत्ययः भवति. धातु अन्धं किमस्ति इति प्रथमं द्रष्टव्यम्. अजन्तमस्ति वा हलन्तमस्ति वा? हलन्तमस्ति चेत् ण्यत्. अजन्तमस्ति किन्तु ऋकारान्तं विहाय अन्य सर्वे यत् अर्ह्यं यत् प्रत्ययस्य योग्यं भवति. ऋकारान्तं हलन्तस्य प्रक्रियाम् अनुसरति. अत्र चिद् धातु दकारान्तं हलन्तमस्ति न? हलन्तमस्ति. छिद् ण्यत् भवति. ण्यत् ण्यत् छिद् हलन्तधातु अस्ति चेत् ण्यत् आयाति. अस्तु, अग्रिम उदाहरणं महोदय. काकैः पेया नदी, काकपेया नदी, काकेन पातुं योग्या इत्यर्थः. पेया इत्यत्र यत् प्रत्ययः अर्हार्थे विहितः अस्ति. पेया इत्यत्र यत् प्रत्ययः अर्हार्थे विहितः अस्ति. पूर्णतोयत्वात् तटस्थैः काकैरपि पातुं शक्यते इति स्तुतिः. अल्पतोयत्वेन निन्दा वा? अस्तु महोदय, अत्रापि काकैः पेया नदी इत्युक्ते नद्यां काकः पातुं शक्यते चेत् रूपद्वयं भवितुम् अर्हति. स्तुतिः अस्ति चेत् ण्यत् प्रत्यय योजयित्वा, तत्रापि ण्यत् अस्ति महोदय. हा, आकारान्त अस्ति. यत् आयाति हा, यत् अस्ति चेत् काकपेया पा धातुतः आयाति. पा योगः यत् पेया इति तत्र इदागमः भवति. प्रक्रिया अलगं भिन्ना अस्ति भगिनी. तत् पा पे भवति यत् तस्यापि यत् अनन्तरं तदनन्तरम् अन्तिम दीर्घम् अपि भवति. प्रक्रिया बहु अस्ति तत्र. बहु अस्ति तत्र. स्तुतिः अस्ति चेत् काकः तटस्थैः रूपद्वयं न भवति भगिनी. भगिनी उक्तं न रूपद्वयं भवति. समासतो एकरूपमेव अस्ति काकपेय, किन्तु वाक्ये अर्थद्वयं भवितुम् अर्हति. स्तुतिः अपि भवितुम् अर्हति, निन्दा अपि भवितुम् अर्हति वाक्यं दृष्ट्वा चेत्. अस्तु, किन्तु समासरूपम् एकमेव काकपेय इति. आम् आम्, अर्थद्वयं भवितुम् अर्हति. हा हा, सत्यम्, अर्थद्वयं. काकपेया नदी, यदि काकपेया नदी तटस्थैः अस्ति चेत् पातुं शक्यते, तत्तु स्तुतिः, किन्तु अल्पमेव पातुं शक्यते चेत् निन्दा अर्थे भवितुम् अर्हति अपि इति इति महोदय अन्तिम उदाहरणम् अस्तु. श्वभिल् श्वभिर्लेह्यः श्वलेह्यः कूपः. श्वभिः इत्यत्र कर्त्रर्थे तृतीया कृता अस्ति. श्वलेह्य तत्र अपि अकारान्त अजन्तम् अस्ति वा महोदय? धातु हलन्तमस्ति, लिट् लिट् धातु न लिट् लेठी भवति. अस्तु लिट् अस्तु. कूपे बहुन्यूनं जलम् अस्ति, येन शुनकः अपि जलं लेढि. अस्तु, अत्र स्तुत्यर्थे अस्ति. शुनकेन जलं लिह्यते इति कृत्वा जलम् अशुद्धं जातम् इत्यर्थे तु निन्दा गम्यते. अस्तु, लिड् धातु अस्ति इति तु हलन्तधातु अस्ति चेत् ण्यत् आयाति कृत् प्रत्यय तस्य समस्यते चेत् समास अस्ति श्वलेह्य श्वलेह्यः कूपः. तत्र अपि अर्थद्वयं भवितुम् अर्हति महोदय. सम्यक्, धन्यवादः भगिनि. धन्यवादः महोदय. पुष्पा भगिनी पठति वा? मम संशयः अस्ति महोदय. पृच्छतु भगिनि. कर्त्रार्थे इति अस्ति न पूर्व उदाहरणे श्वाभिः कर्त्रार्थे कर्त्रार्थे परन्तु पूर्वं अपि पठितं न भावार्थे वा कर्मणि अर्थे एव यत् प्रत्ययः अथवा ण्यत् प्रत्ययः भवति इति. आम्, तत्र भिन्नत्वं किं कः और् किम्? अत्र लेडि इति पदस्य भावार्थे अस्ति, कर्मणि भावे अस्ति, किन्तु श्वाभिः इत्यत्र श्वाभिः कर्ता भवति, किन्तु लेढुं शक्यः, लेढुं शक्यः इति लिह्यते इति शब्दस्य लेढुं शक्य इति कृत्वा लेह्य इति भवति. श्वाभिः श्वालेह्य इति तत्र श्वाभिः तत्र प्रत्ययलोपानन्तरं श्व भवति, तत् लेह्य इति कृत्यप्रत्ययेन योजनेन श्वालेह्य इति भवति. तत् कर्त्रार्थे एवं श्वाभि इति पदस्य इत्यत्र, किन्तु लेह्य इति ण्यप्रत्ययं भावार्थे या कर्मणि एव अस्ति. क्लियर्, अवगतम्. पुष्पा भगिनी पठति वा? नखैर्छेद्यं न न अन्नेन व्यञ्जनं तत्र परे तु न न अन्नेन व्यञ्जनम् अस्ति. एकनिमिष अस्तु अस्तु अस्तु. तद् तत् अभवत् गतवर्गे अभवत् अन्येन व्यञ्जनं व्यञ्जनवाचि तृतीयान्तं सुबन्तम् अन्नवाचिना सुबन्तेन सह समर्थ्यते विभाषा तत्पुरुषश्च समासः भवति. अन्नं स्वादुं कर्तुम् उपयोगिनः व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तपदस्य अन्नवाचिना सुबन्तेन सह समासः भवति. व्यञ्जनं संस्कारकः, अन्नं संस्कार्यं भवति. अनयोः मध्ये उपसेचनक्रिया शाकसूपादिः भवति, येन संस्कारभावः उत्पद्यते। अतः सामर्थ्योत्पादन योग्यतावशात् समासवृत्तौ अन्तर्भूता उपसेचनक्रिया आक्षिप्यते। स्वादिष्टान्नस्य करणार्थं संस्कारकद्रव्यस्य आवश्यकता अस्ति, तस्य नाम व्यञ्जनम् इति। संस्क्रियते गुणविशेषतया क्रियते अनेन इति संस्कारः दद्यादिः अनेन तृतीयान्तं व्यञ्जनं प्रथमान्तम्। सुपामन्त्रिते पराङ्गवत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राकडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः, सहसुपा इत्यस्य अधिकारः, विभाषा इत्यस्य अधिकारः अस्ति, तत्पुरुषः इत्यस्य अधिकारः, तृतीय तत्कृतार्थेन गुणवचनेन इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं तृतीयाव्यञ्जनं सुप् अन्येन सुपात् सह विभाषा तत्पुरुषः समासः। अत्र अन्येन व्यञ्जनं सूत्रं वदति अन्नवाचिन तृतीयान्तं सुबन्तं सुबन्तेन सह समस्यते अत्र विभाषा तत्पुरुषश्च समासः भवति इति। अन्नं स्वादं कर्तुं शाकसूपादि उपयुक्तं, तत्तु व्यञ्जनं संस्कारकः, अन्नं संस्कार्यं भवति, तत्तु स्वादं करणीयं चेत् एतद् दध्यं या शाकसूपादि उपयुक्तं कुर्मः, तत्तु तृतीयव्यञ्जनं सुप् अन्येन सुपा सह विभाषा तत्पुरुषः समासः। तत्तु अन्नेन इति तृतीय आगच्छति समासः तु तृतीय तत्पुरुषसमासः न तत्र नास्ति, तथा नास्ति। व्यञ्जनवाची शब्दः तृतीयान्तं भवेत्, तृतीया व्यञ्जनं सुप् इति प्रथमभागम् अस्ति अनुवृत्तिसहितसूत्रस्य। तृतीया व्यञ्जनं सुप् इति तृतीयान्तं व्यञ्जनं सुबन्धम् इति अर्थम्। तत् अन्नेन सुपा सह इति कृत्वा अन्नवाचि अन्नवाचिना सुबन्धेन सह समस्यते चेत् तृतीया तत्पुरुषसमासः भवति, विभाषा एक्सेट्रा एक्सेट्रा दत् तदपि अवलोकनं कुर्यात्। प्रथममस्ति व्यञ्जनं, पूर्वपदं व्यञ्जनशब्दं भवेत्, व्यञ्जनं इति कृत्वा यस्य संस्कार्यं भवति न यत् संस्कार्यम् अन्नं अन्ने कर्तुं शक्यते, यदा उदाहरणं पश्यते चेत् दध्यः ओतनः यद्य इति व्यञ्जनवाक्ये अस्ति तत् अन्ने अन्ने संस्कार्यं कर्तुं शक्यते इति तस्य विशेषणमस्ति. अन्नं खादुं योग्यं नास्ति यत्र कुत्र व्यञ्जनम् आगत्य तस्य संस्कारं न कुर्यते चेत्. ततवे व्यञ्जनम् इत्युक्ते किम् इति पृच्छते सति व्यञ्जनं तत् तत् पदार्थमस्ति यस्य सहायेन अन्नस्य संस्कार्यं स्वादिष्टम् आगच्छति कृत्वा खाद्ययोग्यं भवति इति कारणतः तयोः योजनेन व्यञ्जनम् अन्नम् इति अन्न तत्र तस्य अन्नेन व्यञ्जनम् इति सूत्रं दत्तमस्ति. अवगतं वा? तत्र उदा करपत्रे उदाहरणं बहु षष्ट उदाहरणं दत्तानमस्ति. दद्ना ओदनं क्षीरै ओदनः तक्रेण ओदनं दग्ना ओदन अन्नं सूपेन ओदनः क्वथितेन ओदनः तत्र सर्वत्र पश्यति चेत् ओदनः अन्नम् इति उत्तरपदमस्ति. तत् संस्कार्यं भवितुम् अर्हति तयोः संस्कार्यं तेषां संस्कार्यं भवितुम् अर्हति किन्तु केन संस्कार्यं भवति इति पूर्वपदस्य अन्नवाचि व्यञ्जनवाचिना दत्तमस्ति इति कृत्वा दद्ना क्षीर तक्र सूप कथित एते क्वथित इति साम्बार् क्वथित मीन् साम्बार् तदेव तस्य अन्नेन व्यञ्जनम् इति सूत्रस्य अर्थः. धन्यवादः भगिनि. उमा भगिनी भक्षेण मिश्रीकरणं वदतु तदपि समीचीनं समानमस्ति. स्क्रीन् स्क्रीन् मध्ये संक्षेपरूपेण दत्तमस्ति यदि स्क्रीन् पश्यते वा? भक्षेण मिश्रीकरणं मिश्रीकरणवाचि तृतीयान्तं सुबन्तं पदं भक्ष्यवाचिना सुबन्तेन सह समस्यते. तत्पुरुषस्य समासो विकल्पेन भवति यत् वस्तु अन्यपदार्थेन सह मिलित्वा तस्य संस्कारं भवति तत् वस्तु एव मिश्रीकरणम्. ओके, यत् वस्तुना अन्नं यत्र वस्तुना मिलित्वा अन्नस्य संस्कारं भवति तदेव मिश्रीकरणम् आर् अनदर् वस्तु नाट् ओन्लि अन्नं सम् अदर् वस्तु अस्तु यत् वस्तु अन्यपदार्थेन वस्तु अन्यपदार्थेन सह मिलित्वा संस्कारं भवति तत् वस्तु एव मिश्रीकरणम् इति उच्यते. अमिश्रं मिश्रं क्रियते अनेन इति मिश्रीकरणं मिश्रते आद्यं द्रव्यम् अनेन इति मिश्रीकरणं मिश्रयते मिश्रियते मिश्रियते मिश्रियते खाद्यं द्रव्यम् अनेन इति मिश्रीकरणम् अनुवृत्तिसूत्रं तृतीया मिश्रीकरणं सुप् भक्षेण सुपासः विभाषा तत्पुरुषसमासः द्वितीया मिश्रीकरणं सो दिङ्ग् दट् इस् बीङ्ग् बीङ्ग् मिक्स्ड् तृतीया अण्ड् देन् द वन् विच् इस् मेकिङ्ग् द मिश्रीकरणं दट् इस् सुप् इति गुडेन धानाः गुडेन मिश्रिताः धानाः गुडधानाः नाम धान्यपदार्थः गुडेन मिश्रितः इत्यर्थः. गुडेन पृथुकाः पृथुकाः उडेन पृथुकाः उडपृथुकाः अवगतं महोदय अनुवृत्तिसहितसूत्रम् एकवारं वदतु तृतीया मिश्रीकरणं सुप् भक्ष्येन सुपासः विभाषा तत्पुरुषः समासः तृतीया मिश्रीकरणं सुप् द ऐटम् दट् इस् विच् इस् मिक्स्ड् वित् समदर् थिङ्ग् दट् इस् इन् तृतीया नो सारि सारि सारि सारि तृतीया मिश्रीकरणं द वन् विच् इस् मिक्स्ड् वित् अनदर् वस्तु that is in tritiya and then and the one that is with which that tritiya is mixed that is in prathama example gudena dhanaha gudadhanaha that is guda is mixed with dhanaha tasmat gudena iti tritiya dhanaha iti prathama samyak धन्यवादः भगिनि धन्यवादः चतुर्थी तत्पुरुषसमासः भगिनि पठति वा आं महोदय चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः चतुर्थ्यन्तं सुबन्तं तदर्थ अर्थ बलिहितसुखरक्षित इत्येतैः सह विकल्पेन समस्यते तत्पुरुषश्च समासः भवति तदर्थेन प्रकृतिविकारभावः समासः अयं विष्यते तदर्थेन इति प्रकृतिविकारभावे समासः अयं विष्यते अर्थात् तदर्थेन केवलं यत्र प्रकृतिविकृतिभावः भवति तत्र एव चतुर्थी तत्पुरुषसमासः भवति यथा कुण्डलम् अनुवृत्तिसहितसूत्रं जस्ट् कुण्डलं कुण्डलाय हिरण्यं महोदय अर्थात् तदर्थेन केवलं यत्र प्रकृतिविकृतिभावः भवति तत्र एव चतुर्थी तत्पुरुषसमासः भवति ओके अनुवृत्तिसहितसूत्रं चतुर्थी सुप् तदर्थ अर्थ बलिहितसुखरक्षितैः सुब्भिः सह विभाषा तत्पुरुषसमासः चतुर्थी सुप् चतुर्थ्यन्तं पदं तदर्थ अर्थ बलिहितसुखरक्षितैः सुबन्तेन तदर्थ दीस् अर्थास् इन् दीस् सेन्सस् बलिहितसुखरक्षितैः सुब्भिः सुबन्तपदेन सह विभाषा तत्पुरुषसमासः भवति चतुर्थी सुप् ओके चतुर्थी चतुर्थ्यन्तं सुबन्तं पदं चतुर्थ्यन्तं सुबन्तं प्रथमं उत्तरभागम् अस्ति तदर्थ एते सुबन्धानां अर्थं यदि सूचयति अर्थबलिहितसुख एते सूचयन्ति चेत् चतुर्थ्यन्तं पदं तेषां योजनेन सुबन्धी पदं प्रथमाविभक्तौ अस्ति तस्मात् चतुर्थ्यन्तं पदं प्रथमाविभक्तौ अस्ति उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति तदर्थ अर्थ बलिहित सुखरक्षित एतानि पदाः उत्तरपदं कुण्डलाय हिरण्यम् इति वदति चेत् कुण्डलाय चतुर्थी अस्ति न चतुर्थ्यान्तपदम् आं भगिनि बट् सूत्र सूचयति चतुर्थी इति चेत् चतुर्थी इति सूत्रे समासविधायकसूत्रे प्रथमाविभक्तौ अस्ति तत्कारणात् चतुर्थ्यन्तं पदं वुड् बि उपसर्जनसंज्ञा भूत्वा एकं वचनमस्ति तदर्थ अस्मिन् सूत्रे तदर्थः इत्युक्ते चतुर्थ्यन्तार्थाय इत्यर्थः. तात्पर्यम् एवं यत् पूर्वपदं विकृतिः स्यात्, उत्तरपदं प्रकृतिः स्यात्. यूपायदारु यूपदारु. यूपः नाम स्तम्भः, दारु नाम काष्ठं. स्तम्भार्थं काष्ठम् इत्यर्थः. ओके, यूप नाम स्तम्भः, दारु नाम काष्ठं. तस्य I'll tell you one easy way to remember it. For me, the Kundalaya Hiranyam is the easiest. Right. No. Chaturthi Sub Tadartha Subandha Saha Vivasat Purusha Samasa Bhavati. This is one group. Chaturthi Sub Tadartha. Here, Tadartha is meant for the Chaturthi Subandhasya Arthena. Arthasya Karanena Tadartham Bhavati. Whereas Artha, Veli, Hita, Sukha, Rakshitaihi, they are all independent Subandhas, meaning, giving independent meaning. So Chaturthyandam Subandham Artha Sahida, Chaturthyandam Sukham Veli Sahida, Chaturthyandam Subandham Hita Sahida, Chaturthyandam Sukha Sahida, Rakshita Sahida, that they are all separate. But here the specific or the speciality is Chaturthi Sub Tadartha Subhi Saha. विभाषा तत्पुरुष समासः भवति इति विशेषता अस्ति अस्मिन् सूत्रस्य. तत्कारणेन एतं वर्तम् अस्ति प्रकृति विकृति रूपं. पूर्वपदं विकृति स्यात्, उत्तरपदं प्रकृति स्यात् इति. कुण्डलाय हिरण्यं, हिरण्यं प्रकृति अस्ति, विकृतिकृते अस्ति. विकृति इदम् अर्हति विकृति रूपं सिद्ध्यर्थं प्रकृति उपयोगं क्रियते चेत् तत्र हिरण्यं कुण्डलाय उपयुज्यते इति अर्थं सूचयति कुण्डलाय हिरण्यम् इति. तादर्थे चतुर्थी वाच्या, तादर्थे चतुर्थी वाच्या इति वार्तिकम् उपकारक भावसम्बन्धः विवक्षितः. उपकार्य उपकारकसम्बन्ध भावसम्बन्ध. ओके, तादर्थे चतुर्थी वाच्या इति वार्तिकम् उपकार्य उपकारकभावसम्बन्धः विवक्षितः. यत्र प्रकृतिविकृतिभावः नास्ति तत्र चतुर्थ्यन्तं सुबन्तम् अर्थ बलि हित सुख रक्षित इत्येतैः सह विकल्पेन समस्यते. तत्पुरुषस्य समासः भवति. प्रकृतसूत्रे अर्थः इत्युक्ते प्रयोजनम् इति अर्थः. द्विजाय अयं द्विजार्थः सूपः. सो द्विजार्थः सूपः. ओके, द्विजाय इयं यवागूः, द्विजाता यवागूः. द्विजाय इदं पयः, द्विजातं पयः. तस्मै इदं पुस्तकं, तदर्थं पुस्तकम्. शिशवे इदं पयः, शिश्वर्थं पयः. यत्र प्रकृतिविकृतिभावः नास्ति अर्थ इति अर्थे अर्थं सूचयति. महोदय, प्रयोजनसूचनार्थं. द्विजाय इयं यवागुः, द्विजाता यवागुः. यवागु स्त्रीलिङ्गं भवति. सो द्विजाता यवागुः. द्विजाय इदं पयः, पयस् इति नपुंसकलिङ्गं. द्विजार्थं पयः. तस्मै इदं पुस्तकं, तदर्थं पुस्तकम्. ओके, शिशवे इदं पयः, शिश्वर्थं पयः. पयस् शब्दस्य विशेषणं भवति. बलिः भूतेभ्यः, बलिः भूतबलिः. ओके, भूतेभ्यः बलिः. ओके, व्यस्तप्रयोगः. हित बलिहित, हितशब्दस्य योगे तु तादर्थे चतुर्थी वाच्या इति वार्तिकेन चतुर्थी न भवति, अपि हितयोगे च इति वार्तिकेन चतुर्थी विभक्तिः भवति. हितशब्दस्य चतुर्थी भवति एव, किन्तु चतुर्थी तादर्थे चतुर्थी वाच्या इति किं वदति? उत्तरपदस्य अर्थात् उत्तरपदस्य प्रयोजनं पूर्वपदे भवति यदा पयः शिश्वाय पयं शिश्वाय इयं पयं पयः पयस्य पयस्य प्रयोजनं शिशु भवति न तदर्थे चतुर्थी चतुर्थ्या वाच्य इति कारणेन चतुर्थी तत्र शिश्वाय शिशु शिशु तत्र पश्यतु शिशवे इति चतुर्थ्यन्तं पदं प्रयोजनं पयस्य इति अर्थ इति कृत्वा चतुर्थी भवति तत्र चातत्ते चतुर्थी इति सम्बन्धः किन्तु अत्र हित इति पदे हितयोगे च इति अन्यवार्तिकम् अस्ति तत्र हितयोगे च इति च इति चतुर्थी भवेत् इति सूचयति यदा प्रयोजन तदर्थे इति स्तरे प्रयोजने चतुर्थी वाच्या इति अवगन्तव्यम् प्रयोजनं यत्र अस्ति तत्र चतुर्थी भवति चतुर्थी तत्र हितयोगे हितयोगे च इति प्राचीयेन हितशब्दस्य चतुर्थी भवति अन्तिमं गत्वा उभयोः स्तरे चतुर्थी एव भवति वार्तिकेन आवश्यकता नास्ति महोदय न वार्तिकस्य आवश्यकता किं न वार्तिकस्य आगतम् इति चेत् यदि न उक्तं चेत् गोप्यहितम् इति हितस्य प्रयोजनं कुत्र अस्ति इति पृच्छते सति किं वदति भवति गोप्यहितमस्ति हितस्य प्रयोजनम् अस्ति वा गोप्य प्रजायहितं प्रजाहितं प्रजायहितम् इति प्रजाभ्यहितम् इति अस्ति चेत् तत्र हितस्य प्रयोजनं प्रजायां वर्तते वा नास्ति न महोदय सूत्र सूत्रे उक्तं चतुर्थी तदर्थार्थबलिः सुखरक्षितैः हितं टाकिङ्ग् अबौट् दिस् स्टेट्मेण्ट् तादर्थे चतुर्थी वाच्या हितयोगे चतुर्थी वाच्येन न भवति किन्तु हितयोगे च चतुर्थी इति वाक्येन भवति सो वाट् डस् इट् से द प्रयोजनं पयस्य प्रयोजनम् अथवा पुस्तकस्य प्रयोजनम् इति चतुर्थ्यन्तं पदं वि केन् मेक् ए रिलेशन्शिप् बिट्वीन् पुस्तकस्य प्रयोजनं भवति शिक्षा छात्रार्थं छात्रैः पुस्तकं वदति चेत् छात्रार्थं पुस्तकम् इति न प्रयोजनं प्रयोज्य प्रयोजककर्ता प्रयोजनं वस्तु इति सम्बन्धः अस्ति किन्तु हितर् हियर् इट् इस् देर् इस् बै द रिलेशन्शिप् बिट्वीन् द हितम् एण्ड् द प्रजाभ्य इस् नाट् द प्रयोजन प्रयोज्य भाव दट् इस् द ओन्लि रीसन् बै द सपरेट् वार्तिकम् इस् गिवन् बै वाक्यकार अदर्वैस् देर् इस् नो नीड् फार् द So the question can come, hitam, where is the prayojanam for hitam? Oh, I thought it's something good for the people. It's prajabhya hitam. The meaning is same. Yeah. But there is no prayojanam out of hitam to the praja. This is somebody else is doing. Raja prajabhya hitam. Right? Yeah. So the prayojaka is the raja. Whereas in this case, the one who is getting the prayojanam is included in the tattva sama I see so the beneficiary is there in the samasa shishave idam payah if you look at it payasya prayojanam shishu is getting the benefit so in the samasa both the shishu and paya the one which is benefiting and the one what is the benefiting out of is both are present in the padam Whereas here, if you look at in the Hitam, that is why tadarte chaturthi vachya iti vartikena na bhavati iti uktam. That is why it is not the same condition for the chaturthyantam. Chaturthyantam comes because of hita yoge cha iti vishishta vartikena hita yoge chaturthi bhavet. Kintu this, the beneficiary of this is anya purusha. Raja ha prajabhyam hitam karoti. Right? Oh, I see. But the hitam is accrued to the prajas. Yes. No, the doer is Raja. The doer is Raja, yeah. Okay. These are all very minor things for the, you know, the philosophers those days. That's true, Mata. They know to analyze, yeah. Right. Gobhyaha sukam, go sukam. Okay. Rakshitaha, gobhyaha rakshitam, go rakshitam. Ashvebhyaha rakshitam, ashva rakshitam. Okay. Chaturthi. Chaturthi is very small. Only two sutras, no? Chaturthi is only one sutra, Mahodaya. One sutra. Chaturthi, tadartartha, balihita, sukha, rakshitahi, everything in one. Okay. In one only. Mahodaya. Yeah. Panjami Tatpurusha. Dhanyavada Bhagini. Gomati Bhagini? Yeah? Anything else? No, Mahodaya. I was going to say, I didn't get the email today, so I was wondering if the class is going to be there or not. Why? Why didn't you get it? I think the email is... I sent it. She has sent the email. Oh, I didn't get it. Maybe I should have checked in this. Okay. Okay. Gomati Bhagini, Vadadu, Panjami Tatpurusha Samasaha. हा पञ्चमी तत्पुरुषसमासः प्रथमं पञ्चमी भयेन अनुवृत्तिसहितसूत्रं पञ्चमी सुप् भयेन सुपासः विभाषा तत्पुरुषसमासः पठामि अनुवृत्तिसहितसूत्रं उक्त्वा तदनन्तरं पठतु पञ्चमी सुप् भयेन सुपासः विभाषा तत्पुरुषसमासः भवति तत्पुरुषसमासविधिसूत्रम् अत्र पञ्चमी विभक्त्याम् उक्तं सुबन्धं पदं भय इति तृतीयपदेन सह सुबन्धपदेन सह समस्यते इति अर्थः भवति पञ्चमी सुप पञ्चमी उक्तं पञ्चमी विभक्त्यमुक्तं सुबन्धं पदं भय इति सूचितं तृतीयान्तं पदेन सह सुबन्धपदेन सह समस्यते तत्पुरुषसमासः भवति चन्द्रो चोरादभयं चोरभयं चोरयोगः अस्ति चोरयोगमसि पञ्चमी विभक्ति तत्र योजितं भवति चोरयोगमसि भययोगसु भय इति प्रथमान्तं पदम् अस्तु प्रथमं सुबन्धं पदं भययोगसु उपसर्जनसंज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति अस्तु चोरयोगमसि इति पञ्चमी विभक्तौ उक्तं पदं पञ्चमी भयेन इति सूत्रमस्ति सूत्रे पञ्चमी इति पदं प्रथमविभक्तमस्ति अतः चोर इति पञ्चमी उक्तं पदं आदौ भवति उपसर्जनसंज्ञां स्वीकृत्य अतः चोरा चोर इति भवति चोरयोगभय इति भवति अनन्तरम् अतो इति सूत्रेण अकारान्त नपुंसकलिङ्गशब्दात् परस्य प्रथमा द्वितीया एकवचनस्य सु अम् अनयोः प्रत्ययोः अम् आदेशः भवति इति सूत्रेण अतो अम् इति एकं सूत्रमस्ति अत्र अकारान्त नपुंसकलिङ्गात् परस्य प्रथमा द्वितीया एकवचनस्य सु अम् अनयोः भय इति नपुंसक पदं सो पयायोगसु नपुंसकलिङ्गशब्दात् तत्तु अकारान्त नपुंसकलिङ्गमस्ति पया इति शब्दः तु तस्य सुप्रथमद्वितीय एकवचनस्य प्रथमा सु भवति द्वितीय अं भवति सु अम् अनयोः प्रत्ययोः अम् आदेशः भवति अतो अम् इति एकं सूत्रमस्ति नपुंसकलिङ्ग अकारान्तपदम् अस्ति चेत् तत्र प्रथमा सु प्रथमाविभक्ति सुप्रत्ययस्य अम् आदेशः भवति द्वितीयविभक्ति अम् तस्य अपि अम् आदेशः भवति द्वितीयविभक्ति एकवचनस्य अस्तु अतः भयं भयं भये वनं वर्यानि भयानि भयं भये भयानि द्वितीय अपि भयं भये भयानि सो भयम् इति पदस्य निर्माणं कथं भवति इति प्रथमा द्वितीया विभक्तौ कथं भवति इति अतो अम् इति सूत्रं वदति तु चोर उपसर्जनं भूत्वा अग्रे आगच्छति भययोगसु भवति भयम् इति भवति अथवा चोरभयम् इति समस्तपदं भवति इति चिन्तयामि पठामि चोरभययोग अम् अम् अक् वर्णाक्षरस्य अच् सम्बन्धीनि अम् प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति अमि पूर्वः इति सूत्रेण चोरभय इति समस्तपदं निष्पन्नं भवति ओ चोरभय योग अम् अतो अम् अम् प्रत्ययः आगच्छति महोदय अम् प्रत्ययः आगच्छति चेत् अकः परस्य अमि परे एक पूर्वपरयोः पूर्वरूपं भवति इति अमि पूर्वः सूत्रं वदति अतः चोरभयम् इति समस्तपदं निष्पत् महोदय एकवारं पुनः वदामि चोरात् भयम् इति व्यस्तपदमस्ति व्यस्तप्रयोगेन उक्तं पदमस्ति चोरात् भयम् चोरात् इति पञ्चमी विभक्तौ उक्तं पदं पञ्चमी विभक्तौ उक्तं पदं यदा सूत्रं पञ्चमी विभक्तौ उक्तं पदं पञ्चमीभयेन इति सूत्रं पञ्चमी विभक्तौ उक्तं पदं भय इति उक्तपदेन सह समस्यते पञ्चमीभयेन इति सूत्रेण पञ्चमी तत्पुरुषसमासः भवति अत्र चोरात् इति पञ्चमी उक्तौ पदं चोरयोगम् असि इति भवति अलौकिकविग्रहवाक्ये भय इति पदेन तत् समस्यते भययोगसु इति भवति भय इति नपुंसक अकारान्तपदं तत्र प्रथमाद्वितीयविभक्ति विभक्तिप्रत्ययः तत्र अम् इति आगमिष्यति अम् प्रत्ययः भवति भययोग अम् चोरयोग भययोग अम् भवति अमि पूर्वः सूत्रम् आगच्छति अकः परस्य अमि परे एकपरयोः पूर्वरूपादेशः भवति भयम् इति भवति अतः चोरभयम् इति समस्तपदं पञ्चमी विभक्तौ पञ्चमी तत्पुरुषसमस्तपदं चोरभयम् इति पूर्वपरयोः भगिनि अकः परस्य अमि पूर्वे पूर्वपरयोः पूर्वरूपम् आदेशं भवति इति अमि पूर्वः सूत्रेश अग्रिम पठतु भयभीति भयभीतभीतिभीः इति वाच्यं भयभीतभीतिभीः इति तृतीया बहुवचनम् इति वार्तिकेन प्रकृतसूत्रे भयेन इति पदस्य स्थाने भय भीत भीति भी इति वक्तव्यमासीत् अनेन भयभीतभीतिभी इत्येतैः सह शब्दैः सह पञ्चम्यन्दं सुबन्धं समस्यते एकं वार्तिकं वदति अत्र पूर्वं सूत्रे केवलं भय इत्यस्य एतस्य शब्दस्य एव उल्लेखनम्, अत्र वार्तिकेन भय तत्र तस्य तस्मिन् स्थाने भय भीति भी भीत भीति भी एवं समान अर्थपदानां प्रयोगः अपि भवितुम् अर्हति इति वार्तिकं वदति. एण्ड् पञ्चम्यन्तं सुबन्धं पदं समस्यते, पञ्चमी तत्पुरुषसमासः भवति. केवलं भय इति शब्देन नास्ति, तदर्थवाची शब्देन सह अपि भवति इति वार्तिकं वदति. अतः उदाहरणेन वृकात् भीतः इति दत्तम्. अत्र भीतः इति पदस्य उपयोगं भवति वाक्ये पञ्चमीभयेन, तत्र केवलं भय इति एव अस्ति. वार्तिकस्य सहायेन वयं वृक्भीतः इति पदस्य निर्माणं कर्तुं शक्नुमः यस्तप्रयोगेन वृकात् भीतः. वृकयोगः नसि योगः भीयोग सु, तत्र भीयोग सु, भी इस् ईकारान्तपदम्. ईकारान्तपदस्य भी इति स्त्रीलिङ्गमस्ति इति चिन्तयामि भगिनि, सोरि महोदय. सो तत्र अन्यसूत्रं कार्यं करोति वा? पूर्वं अम् अम् आदेशः भवति, अत्र भी भीति ईकारान्तपदम् भयम् एते नपुंसकलिङ्ग नास्ति. स्त्री प्रत्ययाः सन्ति स्त्रीलिङ्गं वट् एवर् इट् इस् बट् ईकारान्तशब्दः अस्ति तयोः तस्मिन् किम् आगच्छति इति अत्र परिच्छेदं पठामि महोदय. प्रथम वृकात् भीतः वृकभीतः वृकात् भीतः व्यस्तप्रयोगः, एवमेव वृकभयं. वृकभयम् इस् क्लियर्, अब्सल्युट्लि नो प्राब्लम्. वृकभीतिः वृकभीः इति अपि भवति. भाष्यकारः आगच्छति अत्र. भाष्यकारेण पञ्चमीभयेन इति सूत्रस्य योगविभागं कृत्वा पञ्चम्यन्तं सुबन्धम् अन्येन सुबन्धेन सह समस्यते इत्युक्तं, तदनुसृत्य वार्तिकस्य आवश्यकता नास्ति. अतः वृकात् भीः वृगभीः, भयाद् भीतः भयभीतः, सिंहाद् भीतिः सिंहभीतिः इत्यादयः समासः भवन्ति. भाष्यकारः वदति वार्तिकस्य आवश्यकमेव नास्ति. किमर्थं चेत् पञ्चमीभयेन इति सूत्रस्य विभागं कुर्मः चेत् पञ्चमी इति एकं गणं भवति, भय इति एकं पदं भवति. पञ्चम्यन्तं सुबन्धम् अन्येन सुबन्धेन सह समस्यते इति पञ्चमीपदस्य पञ्चमी इति प्रथमदलस्य अर्थः भवति. तदनुसृत्य वार्तिकस्य आवश्यकता नास्ति. भयं योगविभागं कृत्वा अन्यपदानि अपि पञ्चमी पञ्चम्यन्तं सुबन्धेन सह समासं कर्तुं शक्यते इति भाष्यकारस्य मतम् इति भी भी भी एव एते वार्तिककारस्य पदानि अपि च निर्गतः उपरतः जुगुप्सा इत्येतानां पदानामपि एतत् सूत्रस्य अन्तर्गत एव भवति इति सूत्रविभागस्य विशेषता अस्ति. केवलं भय तेषाम् अर्थानां पदानाम् एव नास्ति, अन्यपदानामपि योगविभागस्य भवितुमर्हति इति. तदेव धन्यवादः भगिनि. अरुणा भगिनी पठति वा? आं भगिनि, महान् सम्यक् आं महोदय. சந்ததாம் அபேதா அபோடா முக்தா பதிதா ஆபன்னஸ்தை அல்பஷஹ இது சூத்திரம் அனுவர்த்தி சைத சூத்திரம் அல்பஷஹ பஞ்சமி சுப் அபேத் அபோட முக்தா பதிதா அபன்னஸ்தா சுப்பிஹி சஹ விபாஷா தத்புருஷஹ சமாசஹ அபேதா இது பட்டாமி அபேதா அல்பஷஹ பஞ்சமி சுப் அல்பஷஹ அர்த்தே அல்பஷ மீன்ஸ் லிட்டில் நியூனம் இது சூச்சனா வார்த்தி பஞ்சம் சுபந்தம் பஞ்சம்யந்தம் பவதி சேத் தேஷாம் யுக்தே அபேதா அபோடா முக்த பதித அபத்ரஸ்த ஏதேஷாம் சுபந்தானாம் தத்புருஷ சமாச பவிதம் சமாச கர்த்தும் சக்யதே விபாஷா இது அதிகாரி அஸ்தி கிருத்வா வேத்த பிரயோகம் அபி சாது இது சூத்திரார்த்தம் அஸ்தி அபேதா இத்யுக்தே டிபார்டட் அப் யோகா இணு கர்த்தரி பிரயோக தா பிரத்யா அபோடா இது அப் யோகா வக் யோகா தா யோஜனேன அப் அப் இது உபசர்க அப்ப வஹ் இது ஊடா பென் வஹ் ஊடா பிக்தம்ஸ் ஊடா பென் இது முக்தா தட் இஸ் வை அபோடா பிகம்ஸ் தென் முக்தா முச்சி யோகா தா முக்தா மீன்ஸ் ஃப்ரீட் பதிதா பத் கர்த்தரிக்தா அபத்ரஸ்தா அப் உபசர்க த்ரஸ் இது தாது தா யோஜன தா கிருத்பத்திய யோஜன அபத்ரஸ்தா இது பவதி சுகாத் அப் அபேதா சுகாத் விமுக்தா அல்ப அர்த்தம் சூச்சயதி சுகாத் சுகாத் அபே சுகாபேதா சுகாத் தூரம் இத்யர்த்தா சுகாத் அபேதா சுகாங்கசி அபேதா சு இது அல்பஷ இத்யஸ்ய பதஸ்ய பிரயோஜனம் சூத்திரம் சூச்சயதி கேஷாஞ்சன பஞ்சம்யந்த பதந்தாத் ஏவ சமாசா பவதி ஏதை உக்தை சப்தை சஹ சர்வத்ர ந பவதி ததேவ தஸ்ய விசேஷம் அஸ்தி தத் No, these are all specific to apeta, apota, mukta, patita, apatrasta, subhisaha. Yata prasadat patitaha, bhojanat apatrasta, ityadinam vishaye, panjami tatpurusha na bhavati, kena karanena? अतः एव सूत्रे अल्पशः इति पदं योजितम् तत्कारणेन एव अल्पश इति सूत्रे विशिष्टकार्यं निर्दिशति प्रकृतसूत्रे कर्तृकृता बहुलमिति सूत्रात् मण्डूकप्लुत्या बहुलमित्यस्य अनुवृत्ति कृत्वा अल्पशः इति पदं विना अपि प्रकृतसूत्रस्य कार्यं भवितुम् अर्हति अतः अल्पशः इति पदं मास्तु इति व्याख्यानेषु उच्यते बहुलग्रहणात् सो वाट् डस् इट् मीन् इवन् दो द सूत्र सेस् अल्पशः अपोडमुक्तपतितपत्रस्त अल्पशः इति अत्र अल्पशः अस्ति अल्पशः मीन्स् डेफिनेट्लि शोस् दट् इस् with a little or you know nyunam that part of it panjami subandham which indicates alpasha artham with that apeta apota mukta patita apatrastha these are all tanta padandas tatta pratyanam yojanena specific words are used for tatpurusha samasa bhavati. But there is a difference where it is being said is that इति पदप्रयोजनेन सूत्रं सूचयति यत् केषाञ्चन प्रत्यञ्जम्यन्तप्रत्ययसम्बन्धानाम् एव समासः भवति एतैः उक्तैः शब्दशः सर्वत्र न भवति ईस् वन् आस्पेक्ट् वन् वट् यु काल् वन् सैड् सम् पीपल् से दट् ओन्लि अल्पशः यूस् इट् ओन्लि यु केन् मेक् इट् बट् देन् देर् इस् अन् अनदर् वर्षन् वेर् एस् अल्पश इति पदं मास्तु इति अन्यवाक्यानेषु उच्यते दर् आर् वाक्यानि विच् से दट् इट् इस् नाट् मेण्डेटरि दट् अल्पश शुड् बि दर् नौ यदा प्रासादात् पतिता दट् इस् हि फेल् फ्रम् द वाट् यु काल् थ्रेशोल्ड् और् भोजनात् अपत्रस्थ मीन् अपत्रस्थ इ द मीनिङ्ग् इस् अफ्रेड् आफ् फीलिङ्ग् fleeing bug no he ran away from the food the child ran away from the food when mother was trying to feed him so bhojana tapastha balaha balakaha you should say the word balakaha not balaha the difference is meaning in the ka pratyaya has got a different meaning so bhojana tapastha when it comes that he says that if there is no link to alpashaha in that way therefore panjami tatpurusha samasa na bhavati iti one side adaha eva sutre alpasha iti padam yojitam asti because that alpasha should be there in the meaning then only this can be made into tatpurusha samasa is one sided kintu bahulam grahanat mandukya pluta there is another version which says ataha alpasha iti padam mastu iti vakyaneshu uchyate there is two parts two side of the explanation for the sutra one says that alpasha word should be there therefore prasada patita bhojana tapastra doesn't indicate alpasha in any way therefore samasa na bhavati but bahulam grahanat alpasha iti padam सूत्रे इति समासे नाम सा न योजनम् अवश्यम् इति उच्यते दट् इस् द मेन् बिट् डिफरेन्स् बिट्वीन् दि इन् दिस् पेराग्राफ् वाट् इस् वाट् ऐ कुड् अण्डर्स्टाण्ड् इस् दर् एनी दिस् थिङ्ग् उषा भगिनी आर् एनिबडि फोर् देट् मेटर् or you understood that what Mahadev, I am alpashah minimizes why that concept is little effort or little to indicate alpatvam means even with little effort is that what it's yeah. trying to say yeah little effort or you know little quantity where that nyunatvam sujayati chet alpashah iti that is the word to be used Now, bandhat muktaha, see suppose a bandha muktaha, if we are using the word, he could release himself from the bondage effortlessly. Astra. Whereas, in the examples like chandrat muktaha, swargat patitaha, vrikshat patitaha, in these cases, that alpashaha word is not intended at all. Vrikshat patitaha, how can you say that with little this thing that he fell from the tree? Whereas rogad muktaha, there can be a meaning. With little effort, he got freed from the sickness. So both we have to take it into account is what that basically this parichedam is indicating that. In either case, it can happen, Panchami Tatpurusha Samasa. If you are taking not Alpasha in the Samasa meaning, then it is because of the support of the Bahula Grahanat. But if Alpasha is being taken, then we don't need the Bahula Grahanam. If the Alpashaha word is supporting the Panchami Tatpurusha Samasa for the given words like Mukta, Patita, Apattarstha. But where we cannot change this into something else. These words apayata apota mukta patita apastrata will be the uttarapadam in any case that will not change. Clear? Mahodaya, dhanyavada. Okay. Atra, we'll stop it here. We'll continue from Stokantika Durani Kritchani Stena in the next week. So one question with Gomti Bhagini, do you remember what Vidya Bhagini asked us to come prepared for this thing? Today's class? Yeah, yet pratyasya yojanena. Actually, I have to hear that lecture again and prepare. I have forgotten that. I have to prepare it again. I'm going to listen to her lecture fully and then, yeah. Okay. Usha Bhagini, do you remember? What did she say? I have written what she said. Vidyat pratyayasya videni dhatu make sentences. Udaharanam likatu. Karma sense or bhava sense. But karma, karmani, karmani bhavane, yat pratyaya, yanyat pratyaya, yojayiti che, we get the uttarapada for the sutra, which is being na pratyaya rune. Rune iti kalavachinam sujayiti. Within a definite period, you have to do that. So deyam. Just yet. Yeah, so deyam is that one is in the case of runam. But there can be other words also in the same, like how here in the upper, in the baya bhiti, yoga vibhagam krittva, we can add other subandhas also for the uttarapadam. Not only baya bhiti, bhi, etc. Same way, krittya rune also, even though rune is indicative of, rune is a visheshyam for visheshanam. Visheshanam is the nyat yat pratyayas. Deyam runam. Right? Now, like maase deyam. Yeah. Deyam is the nyat pratyaya, vichipadam. Now, runam is the visheshyam. Visheshanam asti deyam. So, now deyam, like deyam, Geyam, like other Kriyapadams, other Dadus we should use and make Kritya Pratyayas. Kritya Pratyayas means Yat and Nyat used. These two Pratyayas we should use and we should have examples ready. That's what she said. She said only Yat Pratyayam, they are not Nyat. Yat means Nyat also, Bhagini. Ajandam Asti Yat. Nyat means Halanda. Yeah. You cannot only have Ajanta Dadus, no, in the example. That's true, yeah. So, Yat and Nyat goes together. It's one covers Ajanta, other covers Rihali or Nyat. So, we should take both. Keep it in mind. Okay. So, only Pratyaya Yojanena Padam Bhavem. That's all. Samastapadam Nasti Tatra. Kevalam. He wanted Uttarapadams in different forms, not only Deyam. Deyam is the one which is their example in the sutra. I mean, for the example. Right. So she asked, what are the other Yat and Nyat Padandas, which we can think about it. But that should be related to Kalam Sujayanam Bhavet. It cannot be anything and everything. Okay. That should be such a yet or nyat pratyaya where the binding for the time duration is indicated also. So that is why kritya rune in that case in that samasa we can use it. I didn't do that homework yet. Mohdaya, we will go to bed. URL would be. Don't worry. I have to listen to everybody else's statements. I think that. Okay. Any other thing? If anything else, otherwise we'll stop here. Okay? Dhanyavada. Dhanyavada, Mahodaya.